अस्तु अद्यतन विषयः पुनः जुहादिगणे अधिकधातवः इति साक्षात् प्रवर्तते। तर्हि गतसप्ताहे इकारान्तधातूनां वयं इकारान्तमङ्गम् इति कृत्वा दृष्टवन्तः। तत्र तु हलादिचित्सु अजादिचित्सु सारदातकार्दुदात्तिनेन गुणः भवति। यदि हलादिपित् अस्ति चेत् निरीच इत्यनेन कार्यं किमपि नास्ति, किन्तु अजादिचित्सु भागद्वयं वर्तते, संयोगपूर्वस्य असंयोगपूर्वस्य इति। संयोगपूर्वस्य सामान्यसूत्रमस्ति अचिष्णुधातु भ्रुवाणयोरिवङ्ग इति सूत्रं कार्यं करोति। असंयोगपूर्वस्य एकाच असंयोगपूर्वस्य सूत्रेण यण् आदेशः भवति। तथा एव अद्य अपि उकारान्तमङ्गम् इति पश्यामः। उकारान्तमङ्गम् एक एव धातुः अस्ति इति धातुः एव अस्ति। तर्हि धातोः कृते अजादिषु अचिष्णु यदि हु इति धातुः अस्योपूर्वधातुः अस्ति, तर्हि अत्र अपि अचिष्णुधातु ध्रुवं योगौ इति उत्पाद्य अन्यविशिष्टकार्यं प्रयुज्यते अस्माभिः। सूत्रमस्ति विष्णोः सार्वधातुके इति सूत्रेण यन्नादेशः भगिनी एकः प्रश्नः अस्ति अत्र धातूनां धातुविषये। अत्र भी धातुः अस्ति खलु, अत्र उपदेशावस्थायां तु अत्र ङ्यभि इति अस्ति। अत्र एकः प्रश्नः आसीत् सप्ताहे, प्रायः एका भगिनी पृष्टवती सः धातुः किमर्थं परस्मैपदे वा न तु उभयपदे नः इति। अत्र अनुदात्तः आत्मनेपदम् अनन्तरं स्वरितनियतः तत्र अभिप्राये क्रियाफले इत्यस्ति खलु। स्वरितनियतः एतदेव ङकारः अस्ति, एतत् ञकारः अस्ति चेदेव क्रियापले इति तत्र अभिप्रायक्रियापले यत्र कर्तुः अभिप्रयति चेत् अस्मैपदिरूपं भवति, अनन्तरं शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदिरूपमपि भवति। यदि फलं कर्तुः अभिप्राय न भवति चेत् शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदं रूपं प्राप्स्यति। परन्तु भीधातु अत्र उपदा उपदेशायां तु अत्र ङि इति अस्ति, तस्य तु आदिर्निट्टुडवः इत्यनेन भवति, तत्तु ञकारः नास्ति, परन्तु ञ् इति एव भवति अत्र। अतः स्वरित कार्यं न भवति वा? स्वरितः आत्मनेपदम् इत्यनेन एव अत्र प्रायः इकारः अजनुनाशः भवेत् खलु। यत्र वयं वदामः किम् उक्तवान् सूत्रं किम् आसीत्, नकारस्य केन आदिर्निट्टुडवः इति, आदिर्निट्टुडवः इत्यनेन लोपः भवति। अत्र आदिः नि इति एव अस्ति वा अस्माकं सूत्रेण? आं भगिनि, ङ्यभि इति अस्ति अत्र धातोः। पश्यामि हलो, हा नमस्ते भगिनि, क्षम्यतां किमपि न श्रुतम् अतः। न न भगिनि, अहं पश्यन्ती अस्मि। अनन्तरं वदतु भगिनि। अस्तु महोदय, अहं पश्यामि. अहं तद् नि इत्यस्य अपि इकारस्य स्वरव्यवस्था अपि द्रष्टव्यं भवति प्रायः. एतत् आदिनटुडु वा किमपि न वदति, स्वरित वा इति किमपि सूत्रे न उक्तमस्ति प्रायः. तर्हि अहं दृष्ट्वा वदामि. क्षम्यतां महोदय. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. उकारान्तधातवः एकः धातुः, एक एव उकारान्तधातुः अस्ति. हु धान्योः हु धातुः. हु अत्र द्वित्वम् अभ्यासकार्यञ्च परिशीलनीयं. हु इति प्रथमं श्लौ इत्यनेन हुः भवति. अनन्तरम् अत्र कुह कुहोश्चुः इत्यनेन हकारस्य स्थाने अभ्यासे यः हकारः अस्ति तस्य स्थाने झकारः आगच्छति, जुः इति रूपम्. अनन्तरम् इदानीम् अत्र अभ्यासे च इत्यनेन झकारस्य स्थाने अल्पप्राणझकारः जुः इति अङ्गं निष्पन्नं भवति. अग्रे पठामि वा? प्रथमम् अत्र हलादिपित् सार्वधातुकार्धधातुयोः इत्यनेन गुणः भवति, अतः जुः योगः इति अत्र उकारस्य स्थाने ओकारः, जुहो योगः इति अनन्तरम् अत्र जुहोति इति वर्णमेलनं. द्वितीयबिन्दुः अस्ति अजादितिषु पित् कारणतः अत्र सर्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति. उदाहरणमस्ति अत्र जुहु योगः आनि, प्रथमम् उकारस्य स्थाने ओकारः, जुहो योगः आनि, अनन्तरम् एचोयवायवः इत्यनेन ओकारस्य स्थाने अवादेशः जुहवानि इति रूपं निष्पन्नं भवति. हलादि अपित्सु अत्र अपित्वात् निपत् भूत्वा क्निति च इत्यनेन गुणषेधः, अतः अत्र जुयोगः जुहुरः एव रूपं निष्पन्नं. अजादि अपित्सु अत्र जुः इति अङ्गमस्ति. अन्तिम अत्र अङ्गे अङ्गस्य अन्तिम अत्र उकारस्य पूर्वं यः हल् वर्णः अस्ति तत्तु असंयोग हल् वर्णः, अतः अत्र अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ इत्यस्य कार्यप्रसक्तिः अस्ति, परन्तु तत् सूत्रं प्रबाध्य उष्णुहोः उष्णुवोः सार्वधातुके इत्यनेन कु धात्वङ्गस्य उकारस्य स्थाने यण् आदेशः भवति, इत्युक्ते उकारः आदेशः भवति, अतः जुः योगः अति अत्र जुह्वति इति रूपं निष्पन्नं भवति. अहं तु अस्मि भगिनि. आं भगिनि, अग्रे उष्णुवोः सार्वधातुके इति सूत्रमस्ति. सूत्रं तु हु धातुः च अनेकाच्छ्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यणादेशः भवति अजादिसार्वधातुकप्रत्यये परे. स्थानेन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः. येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति. अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः. यस्मिन् विधिस्तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये. हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुष्णुवोः, तयोः हुष्णुवोः न विद्यते पूर्वः संयोगः, यस्मात् सः असंयोगपूर्वः बहुव्रीहिः. तस्य असंयोगपूर्वस्य उष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम्. अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, इणोयण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, एरनेकाचो असंयोगपूर् एरनेकाचो संयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः, ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः पुष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. तर्हि सूत्रं वदति यत्र हु धातुः अस्ति विशिष्ट कार्यं भवति पुष्णोः सार्वधातुके अनेन, अपि च श्नु प्रत्यय यत्र अस्ति इत्युक्ते स्वादिगणे, अपि च तत्र अनेकाच् भवेत् इति द्वयोः कृते असंयोगपूर्व अङ्गमस्ति यत्र उकारः अन्ते अस्ति, तादृश अङ्गस्य उकारस्य स्थाने वकारः आयाति यणादेशेन. अन्यनिमित्तम् अस्ति यदि प्रत्ययः परे यः प्रत्ययः अस्ति तत् अजादिः आदौ अच्वर्णः भवेत् इति, तस्य कृते स्थाने अन्तरतमः इति सूत्रेण तत्र वकारस्य उकारस्य स्थाने वकारः आयाति इति. येन विदुस्तदन्तस्य इत्युक्ते तादृश अङ्गं यत्र उकारः अन्ते भवति इति. तदनन्तरं तस्य अन्तिमवर्णः इति चिनुमः अलोन्त्यस्य इति सूत्रेण. प्रत्ययस्य आदौ अल्ग्रहणः स्वीकरणीयं यस्मिन् विदुस्तदादौ अल्ग्रहणे इति कारणेन, अतः अजादिप्रत्यये परे अस्ति चेत् तादृशः अङ्गस्य यण् भवति अचि सार्वधातुके परे अस्ति चेत्. यत्र अजादिप्रत्यये परः अस्ति तत्र आदौ अच्वर्णः भवेत् इति उक्तमस्ति, यतोहि विधिलिङ् लकारे तत्र यासूत् इति आगमः आयाति, तत्र यकारः हल् वर्णः अस्ति, तत्र इदं सूत्रं कार्यं न करोति इति. अग्रे पठामि वा महोदय? कस्यापि गृहे ध्वनिः उक्तवती वा? आं भगिनि, न उक्तवती एतावत् पर्यन्तं. अस्तु भगिनि, भवती पठतु. लङि अजुः योगः झि सिगभ्यस्तविधिभ्यश्च इत्यनेन झि प्रत्ययस्य स्थाने जुष् आदेशः आदेशः. अजुः योगः उः जुसि च इत्यनेन इगन्ताङ्गस्य गुणः अजुः योगः उः. यचोयवायवः इत्यनेन अव् आदेशः अजुः योगः अव् योगः उः. अजुवहुः अजुहवहुः इति अत्र लङि लङ्लकारे तत्र वचनप्रत्ययः अस्ति अजुः योगः जीविषये. अत्र सिजभ्यश्च विधिभ्यश्च इति सूत्रेण झि प्रत्ययस्य स्थाने जूस् आदेशः भवति, अतः योगः उः. अनन्तरं जुसि च इत्यनेन इगन्ताङ्गस्य गुणः भवति, इगन्ताङ्गस्य इगन्ताङ्गमस्ति अत्र उकारः अस्ति, अतः तस्य हु अन्ते उकारः अस्ति, अतः अजुहो योगः उः. यचोयवायवः इत्यनेन अवादेशः अजुः अजुः योगः उकारस्य स्थाने अव् आयति, अव् योगः उः अजुहवुः इति बहुवचने रूपम्. अग्रे पठामि वा? आमां. जुसि च अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति, जुसि सप्तम्यकं च अव्ययपदं विपदमिदं सूत्रं येन विधिस्तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अङ्गस्य एकः स्थाने गुणादेशः क्षस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, मितेर्गुणः इत्यस्मात् गुण इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धिः इति परिभाषासूत्रेण एकः स्थानी भवति. अनुवृत्तिसहितसूत्रमस्ति एकः अङ्गस्य गुणः अचि द्युसि च. ज्युसि च इति सूत्रे सूत्रं प्रति अत्र अयादौ ज्युसि परे अत्र अजादिप्रत्ययः भवतु अजादौ अत्र ज्युसि परे अजादिप्रत्ययः अस्ति चेत् तस्य परे जुस् अस्ति चेत् तत्र इगन्ताङ्गस्य गुणः भवति इति प्रत्ययस्य इगन्ताङ्गस्य गुणः भवति. अत्र जुसि सप्तम्यन्तं च अव्ययपदं सूत्रम् अत्र येन विधिस्तदन्तस्य इति सूत्रेण इगन्तस्य अङ्गस्य इति स्वीकुर्मः. अलोन्त्यस्य इत्यनेन अत्र अङ्गान्तस्य इकः स्थाने एव गुणादेशः भवति, न तु पूर्ण अङ्गस्य. क्ष्यस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अनन्तरं मिनेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः. अत्र इको गुणवृद्धिः इति परिभाषासूत्रेण इकः भवति. तत्र अनुसहितसूत्रम् इकः अङ्गस्य गुणः अचि द्युसि च. अचि इति किमर्थं पुनः महोदय तत् अत्र अचि इत्युक्ते स्थानि इति अर्थः खलु. अत्रापि जादिप्रत्ययः इति नाम स्थानि इति नास्ति, अचि इति सप्तम्यन्तं षष्टि विद्यते तर्हि स्थानि भवति. इकः स्थाने अचि इति परे सप्तमीविभक्तिप्रयुक्तमस्ति अत्र, तर्हि परे इति तर्हि इत्युक्ते अच् अजादि इति प्रत्ययः तदन्तः क्षम्यतां किम् आसीत् प्रत्ययस्य अपि अच्छुवर्णेन यत्र प्रत्ययस्य तस्मिन् तदाग्रहणे इति सूत्रमस्ति खलु, तेन सूत्रेण अचि इत्युक्ते यस्य प्रत्ययस्य आदौ अच्छुवर्णः इति अर्थः अस्ति. किमर्थम् अचि इति उक्तमस्ति, यत्र यासोट् आगमः वा अन्यः आगमः यत्र भवति, यथा उदाहरणं विधिलिङ्गि यासोट् आडम् आगमः भवति, तस्मिन् समये एकस्य सूत्रस्य द्विशिक्षेत्यस्य कार्यं न भवति इति. किं भगिनि किं भगिनि एकवारं यत्र भगिनि वदतु न न भवती एव वदतु शृणोमि. यत्र अचि जुसि इति किमर्थम् उक्तम् अस्ति, हलादि इत्यस्य का स्थितिः इति पृच्छामः चेत् यत्र जुसि इत्युक्ते जुस् प्रत्ययः अस्ति, तर्हि चुतेन जकारस्य लोपः भवति, लङ्केन स्कारस्य लोपः भवति, उः इति एव तिष्ठति. तर्हि जुस् इति प्रत्ययः तु अजादि एव, साक्षात् अजादि प्रत्ययः अस्ति. तर्हि पुनः किमर्थम् अचि जुसि इति प्रश्नः इति वेति खलु. तर्हि तत्सूत्रमस्ति, यदि आगमः किमपि हलादि आगमः किमपि भवति चेत् यथा विधिलिङ्गि आगमः भवति खलु, विधिलिङ्ग् अपि जुस् आयाति, जुस् इति प्रत्ययः आयाति. विधिलिङ्गि अपि बहुवचने बहुवचने तत्र तु आदौ उः इति अस्ति, अनन्तरं यासोट् आगमः भूत्वा भवति, तस्मिन् समये द्युसीच इत्यनेन गुणः न भवति. एव पश्यति चेत् ज्योति अधिगणे अत्र तु धातोः एव पश्यति चेत् यत्र उः इति अस्ति लङ्लकारे अजु हवुः इति रूपम् अस्ति गुणं भूत्वा, किन्तु विदिलिङ्गकारे युः इति अस्ति खलु तत्र तु अजुः अजुयुः इति एव अस्ति क्षम्यतां जहुयुः इति विदिलिङ्गे लङ्ग्ये अपि भवति स्त्रीलिङ्गे अपि भवति उः इति सुजभ्यस्य विद्युद्यनेन लङ्लकारे भवति. तत्तु अज अत्र अजु हु अजु हुः इति अधुना पश्यामः रूपं महोदय. क्षम्यतां महोदय, सुब्रह्मण्यं महोदय, भवतः प्रश्नः आसीत् खलु भिदि भि इति धातुः किमर्थम् उभयपति इति, कि भि इति धातुः उभयपति नास्ति महोदय, भि धातुः परस्मै. मम प्रश्नः आसीत् किमर्थं परस्मैपति वा इति, निधि अस्ति अत्र पूर्वं तथा अन्यत्र यत्र वयं निच् प्रत्ययः पठितवन्तः प्रेरणार्थे निच्छति तत्र तु भि इत्यस्य उभयपदीरूपं भवति, तत्र तद् चिन्तयित्वा मम किञ्चित् क्लेशः भवति. क्षम्यतां, तत्र भिन्नसूत्रेण उभयपदी भवति अत्र तु. क्षम्यतां, सत्यं महोदय, भवान् यत् उक्तवान् सत्यं किल, ङी इत्यस्य लोपः भवतु, नकारस्य लोपः नास्ति, अतः एव शेषाद्कर्तरि परस्तु. धन्यवादः भगिनि, धन्यवादः. रामप्रिया भगिनि. आं भगिनि, हुजलभ्यो हेर्दिः हू धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने डि आदेशो भवति, येन विधिस्तदन्तस्य अध्ययनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल् हूश्च जलश्च तेषाम् इतरेतरद्वन्द्व द्वन्द्वौ हुजलः तेभ्यो हुजलभ्यः हुजलभ्यः पञ्चम्यन्तम् हे षष्ट्यं हे षष्ट्यन्तं धीहि प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं हू जलभ्यः अङ्गेभ्यः हे हे धीहि इति एतत् सूत्रं लोकी कार्यं करोति. हू धातुतः यदा वयम् अत्र परिशीलयामः हू धातु जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्थाने दि आदेशः भवति, यत्र हि प्रत्ययः अस्ति तस्य स्थाने दि आदेशः भवति. हू धातुतः जल् प्रत्याहारः अस्ति चेत् इति, जलन्तदातवः सन्ति येषाम् अन्तिमवर्णो वर्णः जल् प्रत्याहारे अन्तर्भूताः, अदादिगणे जुहोत्यादिगणे स्वा रुधादिगणे च एतादृशदातवः सम्भवन्ति, अग्रे धातूनां हल्सन्धिविषयः आयाति तदा येषां गणानां हलन्तदातून् अवलोकयेम. अत्र यदा जलन्तदातवः सन्ति ते तु जल् प्रत्याहारे अन्तर्भूताः. जल् प्रत्याहारे इत्युक्ते अननुनासिक वर्गीयव्यञ्जनानि, तदेव वयं पूर्वमपि दृष्टवन्तः अन्यगणे, अग्रे अपि वयं द्रक्ष्यामः इति अस्ति. उदाहरणरूपेण जुहूयोगः हि अत्र जलभ्यो हेर्दिः इति सूत्रेण हीका हि स्थाने धि आगच्छति, जुहुधि इति मध्यमपुरुष एकवचन. पुनः अत्र जुसीच इति विधायकं जुस् विधायकं सूत्रं सूत्रद्वयम् अस्ति खलु, कोऽपि वदति वा? विधायकं सूत्रम् अदौ अस्ति जुसीच्छ इति लङि क्षम्यताम् विधायकं सूत्रं किम् आसीत् अस्माकं विधिलिङ्गि साधारणसूत्रमस्ति एकमस्ति तदस्ति जेर्जुस् इति सूत्रमस्ति अनन्तरम् अत्र सिजर्ग्यस्तविजिर्ग्यस्तेन अभ्यस्त जुहोत्यादिगणे अभ्यस्तसंज्ञकधातूनां परे दृष्टानि तथा एव लोटि हि इति विषयः अस्ति महोदयेन ह्यः अपि तदपि कृतम् आसीत् साधारणसामान्यसूत्रं किम् आसीत् हि विधायकं सूत्रं सेर्ह्यपिच्छ सेर्ह्यपिच्छ इति आसीत् धन्यवादः अनन्तरं क्रयादिगणे यत्र अजन्त अदन्तम् अङ्गं चेत् एकं सूत्रमस्ति तदपि अतो हेः इत्यनेन हेः लुक् भवति पठ इति भवति पठयो हि पठ इति अनन्तरमस्ति क्रयादिगणे दृष्टवन्तः ततः पूर्वं स्वादिगणे दृष्टवन्तः स्वादिगणे हि लोपः भवति हि इत्यस्य लुक् भवति पुनः एकवारं वदतु भगिनि सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् उतश्च प्रत्ययाद् असंयोगपूर्वात् इति षष्ठमाध्ये चतुर्थपादे षड् षड् सप्तति क्षम्यतां शतं सूत्रम् तर्हि तत्र तु प्रत्यय अवयव पुकारात् प्राक् संयोगः नास्ति चेत् असंयोगस्य हि इत्यस्य लोपः भवति इति लुक् भवति इति स्वादिगणे यत्र शक्नु इति आयाति चिनु इति आयाति असंयोगपूर्वः तर्हि चिनु योगः हि चिनु इति एव भवति हि इत्यस्य लुक् भवति किन्तु शक्नु योगः हि तत्र तु संयोगपूर्वकः अस्ति अतः हि अचिष्णुदत्त तत्र तु शक्नुहि इति एव भवति शक्नुहि एव इति स्वादिगणे आसीत् अनन्तरं तनादिगणे अपि समानकार्यमासीत् तनादिगणे अपि अत्रापि प्रत्ययद्वयमस्ति अस्माकं श्नु इति प्रत्ययः स्वादिगणे अनन्तरम् उ इति प्रत्ययः तनादिगणे द्वौ अपि द्वयोः अपि प्रत्यय अवयवः उकारः अस्ति तर्हि उभयत्र अपि एतत् सूत्रं कार्यं करोति तनादिगणे तनुयोगः हि तनु इति एव भवति तर्हि स्वादिगणे तनादिगणे समानकार्यं भवति किमर्थम् इत्युक्ते उ प्रत्ययान्तम् अङ्गमस्ति इति कृत्वा अनन्तरं क्रियादिगणे तनादिगणे हि इत्यस्य लुक् भवति आम् लुक् भवति अनन्तरं क्रयादिगणे आसीत् हलः श्नः शानजौ इति शानजौ इति हल् उत्तरस्य श्ना इत्यस्य स्थाने शानच् आदेशः भवति हि प्रत्यये करोति हि तु तिष्ठति किन्तु हल्लुत्तरस्य श्ना इत्यस्य स्थाने शानच् आदेशः भवति तत्तु हि इत्यस्य साक्षात् हि इत्यस्य किमपि कार्यं नास्ति किन्तु हि इत्यस्य प्रत्ययस्य स्थाने पूर्वं श्ना इत्यस्य शानच् आदेशः भवति इति यत्र गृह्योगः श्नायोगः ग्रह्योगः श्नायोगः हि इति अस्ति अत्र तु गृह् इत्यस्य आदौ तु गृह् इति भवति गृह अनन्तरं गृहाणि इति रूपं न इत्यस्य स्थाने आन इति आदेशः भवति भगिनि भङ्गं भवति भगिनि भवत्याः बहु प्रेत आम् अस्ति सर्वेषां तथा अस्ति वा नास्ति भगिनि सम्यक् श्रूयते अस्तु तर्हि आहत्य पश्यामः चेत् सेधि पिच्छ अतो हेः अनन्तरम् उतश प्रत्ययात् असंयोगपूर्वात् न शृणोति भगिनि भवत्याः वाल्यूम् किमपि अधिकं करोतु अथवा अन्येषां क्लेशः नास्ति भवत्याः एव तादृश क्लेशः डिस्कनेक्ट् कृत्वा पुनः आगच्छतु भगिनि अहं तु अत्र सर्वेषां किमपि क्लेशः नास्ति भगिनि भवत्याः आं दूरवाण्यामेव क्लेशः अस्ति प्रायः डिस्कनेक्ट् कृत्वा पुनः आयाति वा वेब्सैट् कमान् वेब्सैट् ऐ थिङ्क् ऐ शुड् बि एबल् टु नो ट्रै वन्स् मोर् यूसिङ्ग् फोन् इट्सेल्फ् लेण्ड्लैन् अस्ति चेत् ततः आगच्छतु रामप्रिया भगिनी कृष्णा भगिनी भगिन्याः एव क्रमः तर्हि हूदातु सुब्रह्मण्यं महोदय हूदातु हूधातुः परस्मैपदि जुः इति अङ्गम् इदानीमत्र लट्लकाररूपाणि वदामि भगिनि प्रथमपुरुषरूपान् स्मृतिं प्रत्ययाः ति तः अति अङ्गमस्ति जुः जुहुयोगः ति सर्व अत्र हलादिपित् अस्ति अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यम् उकारस्य स्थाने ओकारः जुहोति इति रूपं जुहुयोगः तः तत्तु अपित् अस्ति अतः नित्वत् भूत्वा निधि च इत्यनेन गुणस्य गुणनिषेधः अतः जुहुतः एव रूपं जुहुयोगः अति इदानीम् अत्र अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति परन्तु अत्र जुहु इत्यस्य अत्र असंयोगपूर्व उकारान्त अङ्गमस्ति अतः हुष्णुवोः सार्वधातुके इत्यनेन उकारस्य स्थाने वकारः आगच्छति अतः जुह्व ति रूपं निष्पन्नं भवति आहत्य जुहोति जुहुतः जुह्वति मध्यमपुरुषे सीतः थ इति अस्ति सी तु पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः अनेन गुणः भवति जुः इति अङ्गस्य जुहो इति भवति जुहोयोगः सी इदानीम् आदेशप्रत्ययोः अनेन अत्र षत्वं भूत्वा जुहोषी इति रूपम् आयाति तदनन्तरं तः थ द्वयमपि हलादि अपितः अत्र सार्वधातुकमपि निति च अनेन गुणनिषेधः भवति केवलं मेलनमेव भवति अतः जुहुयोगः तः जुहुतः जुहुयोगः थ जुहुथ इति जुहोषि जुहुथः जुहुथ अधुना सम्यक् श्रूयते भगिनि धन्यवादः उत्तमपुरुषे जुहोयोगः मुनि एकवचने हलादि पित् अस्ति अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति जुहो जुहोयोगः मि जुहोमि द्विवचने जुहुयोगः वः अत्र हलादि अपित् अस्ति निति च इत्यनेन नित्वं भूत्वा तत्र गुणस्य बाधः अस्ति अतः केवलं वर्णमेलनं जुहुवः तथा एव जुहुमः आहत्य जुहोमि जुहुवः जुहुमः रामप्रिय लोट्लकारे तूता ताम् अतु इति. तू तु पित् अस्ति, अलादिपित् अस्ति, गुणः भवति. जुहोतु तात् तातङ्गस्ति. जुहोत् जुहुतात् किमपि कार्यं नास्ति अत्र. जुहुतां जुहु तत्र अतु इति अजादि अपित् अस्ति. अत्र हूष्णुवोः सार्वेति सूत्रेण यणादेशः भवति. जुहुयोगः अतु जुह्वतु. जुहोतु जुहुतात् जुहुतां जुह्वतु. पुष्पा भगिनी अस्ति वा? प्रयत्नं करोमि. मध्यमपुरुषः तु हि ता तं ता. हि तु अत्र सार्वधातु एकः. हि तु हलादि अपित् अस्ति. अपित् निति च इत्यनेन गुणनिषेधः. अपित्वं कथम् आरोपितमस्ति, केन सूत्रेण आरोपितम्? किं केन सूत्रेण अपित्वम् आरोपितम्? अपित्वम् अपित्वं निति च न न निति च इत्यनेन गुणनिषेधः. केन सूत्रेण अपित्वम् आरोपितम्? शान्ति भगिनी वदतु. सार्वधातुकम् अपि नीत्वा न न न सार्वधातुकम् एतत् तु अपित् नास्ति खलु. हि तु अपित् नास्ति खलु. अकारस्य यत्सन्य नास्ति खलु तत्र. तर्हि सार्वधातुकम् अपि क्षम्यतां, सार्वधातुकम् अपि नित्व इत्यनेन नित्तिव भवति, तत्तु सत्यमेव. किन्तु एतत्तु पित्त नास्ति खलु, किन्तु अकारस्य न अभवत्. तर्हि केन सूत्रेण अत्र अपित्वम् आरोपितं? तेहि अपिच्छ इति हि विधायकसूत्र एव. यत्र हि इति शेर्हि अपिच्छ सकारस्य स्थाने, से इत्युक्ते सकारस्य स्थाने हि आदेशः भवति. अपिच्छ अपित्वमपि तस्य अस्ति सूत्रमस्ति. अत्र तु अनन्तरं हुजल्भ्यो हेर्भिः इत्यनेन हि तु धि आदेशः अत्र तथैव जुहुधि आयाति. तात् अस्ति, तात् तु हलादि अपि अस्ति. निति चैत्यनेन गुणनिषेधः, किमपि कार्यं नास्ति. जुहुतात् तथैव तं तं च जुहुतात् जुहुतं जुहुता जुहुधि जुहुतात् जुहुतं जुहुता. इदानीं लोट्लकारस्य प्रथमपुरुष उत्तमपुरुषरूपाणि सिद्धतिन् प्रत्ययाः आनि आव आम. अत्र दुहुयोगः आनि, अजादिपित् अस्ति, अतः प्रथमं सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम्. जुहो योगः आनि, अनन्तरम् अत्र एचोयवायावः इत्यनेन ओकारस्य स्थाने अवादेशः, अतः अत्र जुहवानि इति रूपं भवति. तथा एव जुहवाव जुहवाम. अत्र पित्वं केन सूत्रेण अर्पितं महोदय? अत्र पित्वम् आडुत्तमस्य पिच्च इत्यनेन अत्र अत्र मी अस्ति उत्तमपुरुष एकवचने, तत्तु पित् एव. परन्तु अत्र लोट्लकारे अत्र आडुत्तमस्य पिच इत्यनेन आडागमः स च आडागमः पित् अपि भवति इति. अतः पित् आरोपितमस्ति अत्र लोट्लकारस्य द्विवचने अपि च बहुवचने उत्तमपुरुष रूपे. धन्यवादः. लङ्लकारे तकारः ताम् अपि च झी अनेन जुसादेशः अत्र जुहुयोगः तकारः तकारः तु हलादिपित् अस्ति अतः सार्वधातुक अर्धधातुकयोः अनेन गुणः भवति. प्रथमं तु लुङ् लङ् ऋङ्क्षु अडुदातः कारणेन धातोः प्राक् अकारः आयाति. तर्हि अजुः इति अङ्गम् इदानीम् अजुः योगः तकारः अजुहोत् इति रूपम् आयाति गुणः भूत्वा. तदनन्तरं ताम् अस्ति, तां तु हलादि अपित् अस्ति, अपित्वात् अत्र गुणनिषेधः भवति इति च सूत्रेण सार्वधातुकम् अपित् अपि च केवलं मेलनं भवति अजुः योगः ताम् अजुः ताम् इति. तदनन्तरं जुसादेशेन अत्र उः इति प्रत्ययः अस्ति अजुः योगः उः इति. इदानीं अजुः योगः जुसादेशः भवति सिजभ्यस्तविधिभ्यश्च इति सूत्रेण अजुः योगः उः इदानीं अजादिप्रत्ययः परे अस्ति अतः इगन्तङ्गस्य गुणः भवति जुसि च सूत्रेण. अतः अजुः योगः उः अजुहो इति भवति. अजुहो योगः उः एचोयवायावः कारणेन अत्र अवादेशः भवति ओकारस्य स्थाने अव आदेशः. तर्हि अजुः योगः अव् योगः उः अजुहवुः इति रूपम् आयाति. अजुहोत् अजुहुताम् अजुहवुः इति रूपाणि. उत्तमपुरुषे क्षम्यतां मध्यमपुरुषे सकारः तं त अजुः योगः सकारः अत्र प्रत्ययः हलादि पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः अजुः योगः सकारः अत्र इत्यनेन करवसारणयोर्विसर्जनीयः अपि च तत्र प्रथमम् अस्ति ससजुषोरुः इत्यनेन अनन्तरं खरवसारण्योर्विसर्जनीयः इत्यनेन केवलं विसर्गः एव तिष्ठति अतः अजुहोः इति रूपं निष्पन्नं. मध्यमपुरुष द्विवचने अजुः योगः तम् अत्र हलादि अपित् अस्ति केवलं वर्णमेलनम् अजुहुतं तथैव अजुहुत आहत्य अजुहोः अजुहुतम् अजुहुत. उत्तमपुरुषे अम्ब म अजुहो इति अङ्गम् अजादि पित् अस्ति गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण अजुहो योगः अम् एचोयवायावः इति सूत्रेण अवादेशः अजुहवम्. अनन्तरं व म हलादि अस्ति अपित् अस्ति गुणनिषेधः वर्णमेलनमेव अजुहुव अजुहुम अजुहवम् अजुहुव अजुहुम. पुष्पा आम् ते सर्वाणि अजादि हलादि अपि सन्ति अजुहूय तथैव मेलनं तु करोति अजुहूयात् न जुहूयात् जुहूयातां जुहूयुः जुहूयाः जुहूयातं जुहूयात जुहूयां जुहूयाव जुहूयाम अस्तु भगिनि धन्यवादः इदानीम् अत्र ऋकारान्तधातवः पञ्चधातवः पञ्च ऋकारान्तधातवः सन्ति दुभृङ् धारणपोषणयोः भृ सृ गतौ तृ घृ क्षरणादित्योः घृ हृ प्रसह्यकरणे हृ गतौ ऋ च अभ्यासकार्यम् अत्र ऋकारान्तधातवः पञ्चधातवः सन्ति अत्र डुभृन् सृ घृ हृ रु एते धातवः ऋकारान्तधातवः अभ्यासकार्यमत्र सामान्यतया ऋकारान्तधातूनाम् अभ्यासे उरत् इत्यनेन अत्वम् उरण्परः इत्यनेन रपरत्वं हलादिः शेषः इत्यनेन रेफलोपो भवति परन्तु श्लौपरे नाम जुहोत्यादिगणे येषां पञ्चानामपि धातूनां विशिष्टाभ्यासकार्यं भवति येन उरत् बाध्यते अत्र ऋकारान्तधातुविषये अभ्यासकार्यं किम् इति दत्तमस्ति सामान्यतया अत्र ऋकारान्तधातूनां कृते अत्र प्रथमं भ्रू अस्ति चेत् अत्र उरत् इत्य प्रथमं श्लौ इत्यनेन भ्रू भ्रू भवति अनन्तरं उरत् इत्यनेन अभ्यासस्य ऋकारस्य स्थाने अकारः स च अकारः रपरः भवति उरण्परः इत्यनेन अतः अत्र भर्भ्रू इति भवति अनन्तरं हलादिशेषः इत्यनेन प्रथमहल् वर्णः एव स्वीकरिष्यामः अतः बभ्रु भवति अनन्तरम् अभ्यासे चर्च इत्यनेन बकारस्य स्थाने अल्पप्राणबकारः आगत्य बभ्रु इति रूपं निष्पन्नं भवति एतत्तु सामान्यकार्यमस्ति परन्तु अत्र अन्यमपि दत्तमस्ति पठामि वा भगिनि डुभृङ् धातुः अत्र भ्रूधातु कृते किञ्चित् अन्य एकमन्यं सूत्रमस्ति भृण्यामित् इत्यनेन अभ्यासस्य इकारादेशः भवति अनेन उरत् इति सामान्याभ्यासकार्यं बाधितं भवति इदानीमत्र भ्रु इति भृण्यामित् इति एकं विशिष्टसूत्रमस्ति येन अत्र अभ्यासस्य इकारादेशः भवति इत्युक्ते यथा श्लौ आगत्य भ्रु भ्रू भवति अत्र अभ्यासे यः भ्रू अस्ति अत्र ऋकारस्य स्थाने इकारादेशः भवति इत्युक्ते बिभ्रू भवति अनन्तरम् अत्र भकारस्य स्थाने बकारः अल्पप्राणबकारः अतः बिभ्रु इति रूपं भवति न तु बभ्रु अत्र भगिनि अल्पप्राणस्य अत्र न सूत्रं न दीयते न अभ्यासे चर्चा इत्यनेन भगिनि इदानीं सूत्रं पठामि वा अग्रे वेदे वा वेदे ऋकारान्तधातवः सृ घृ हृ ऋ च इत्येते धातवः छान्दसाः इत्युक्ते वेदे प्रयुज्यन्ते अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्त्वं भवति घृ जिघृ इति अङ्गं भवति हृ जिह्रु इति ऋ ईरु इति अत्र चत्वारः धातवः सन्ति ये छन्दसि प्रयुज्यन्ते वेदे अतः अत्र सामान्य अभ्यासकार्याणि प्रभाद्य साक्षात् बहुलं छन्दसि एव अत्र आयाति इत्युक्ते अत्र घृ इति अङ्गं घृ इति धातुं स्वीकुर्मः चेत् घृ घृ इति भवति घृ घृ इति भवति साधारणतया ऋकारस्य उरत् इत्यनेन अत्र अतादेशः भवति तदनन्तरं हल आदिशेषः इत्यनेन रेफस्य लोपः अत्र तु बहुलं छन्दसि इत्यनेन श्लौ परे अभ्यासस्य इत्वं भवति अतः प्रथमस्थितस्य घृ घृ इति भवति एकनिमिषं भगिनि अत्र सृ इत्यस्य महोदयः किमपि उक्तवान् वा भगिनि सृ न सृ इति अपि वेदे एव अस्ति सृ घृ सृ ऋ प्रभृत्य छान्दसाः इति अस्ति तर्हि सृ अपि वेदे एव अस्ति किन्तु तस्य तु रूपं सृ इति अभवति प्रायः भिन्नः किमपि कार्यमस्ति इति मन्ये अत्रापि न निर्दिष्टमस्ति केवलं त्रयः एव विवरणमस्ति सृ कृते किमपि न उक्तवान् किं भवति पुस्तके तत्र सस्तु इति एव भवति इकारः किमर्थं न आयाति मम संशयः सस्तृ वा आङ्गं सस्तृ इति एव तद् न कृतं वा तर्हि अत्र घृ घृ एकनिमिषं सोपानानि घृ घृ इति अस्ति बहुलं छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारादेशो भवति इति क्षम्यतां भगिनि अहं वृजामि महोदय पठितवान् वा वृजामि इति सूत्रं न पठितं भगिनी तर्हि सूत्रद्वयमपि पठति वा अस्तु अस्तु तर्हि ब्रियामित् ब्रिङ् मा ब्रिङ् माङ् उहाङ्ग् इत्येषां धातूनाम् अभ्यासस्य ह्रस्व इकारादेशो भवति श्लौ परे अलोन्त्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः न तु अभ्यासस्य पूर्णस्य अभ्यासस्य वर्णस्य स्थाने इतादेशः न तु अभ्यासस्य पूर्णस्य ब्रिण्यां षष्ट्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं निजां त्रयाणां गुणः श्लौ अत्र नकारः अस्ति वा भगिनि निजामिति सूत्रे तु निजामिति अस्ति प्रायः निजां त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यनयोः अनुवृत्तिः अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति ब्रियां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ इति तर्हि त्रयः धातूनां कृते ब्रिङ् माङ् ओहाङ् इति त्रयः धातूनां कृते अभ्यासस्य अत्र इत्त्वं प्राप्नोति ह्रस्व इकारादेशः भवति श्लौ परे इति सूत्रं वदति अतः पूर्वमेव दृष्टवन्तः आम् आकारान्तधातूनां कृते इदानीं ऋकारान्तधातूनां कृते भृ भृ इति तदर्थमेव तत्र बिभृ इति महोदयेन विवरणम् उक्तवान् तत्र इदानीं बहुलं छान्दसि अपि प्रथमं पठामि महोदय छन्दसि विषये अभ्यासस्य श्लौ बहुलं इकारादेशो भवति. किमर्थं तत्र बहुलम् इति अस्ति न जाने भगिनि? वेदगतधातूनां सामान्यसूत्रम्. अनेन सूत्रेण कस्यचित् अपि धातोः नाम्ना सङ्केतो न दत्तः. सर्वेषां वेदगतधातूनाम् अभ्यासस्य इकारादेशः श्लौपरे. सामान्यधातुः अपि यदि वेदे आयाति चेत् तत्र इकारादेशः दृष्टा. तर्हि अत्र घृ इति स्वीकुर्मः चेत् प्रथमं घृ इति श्लौपरे भगिनि. अनेकत्र अनेकत्र द्वित्वं भवति, अत्र तु श्लौपरे द्वित्वं भवति भगिनि. अपि च मम प्रश्नः अस्ति, बहुलं छन्दसि इति बहु प्रथमाध्याये अस्ति, द्वितीयाध्याये अस्ति, एवं वा? आं भगिनि, आं भगिनि. न न, द्वितीयाध्याये सूत्रं तत्र अध्याये चतुर्थपादे अष्टसप्ततिः सूत्रम् अस्ति. अनन्तरम् अत्र किमस्ति अहमपि दृष्टवती, तृतीयाध्याये द्वितीयाध्याये. आमां, पृथक् पृथक् पृथक् कार्यं भवति वा? आं भगिनि, पृथक् पृथक् कार्यमस्ति. ओ, अत्र केवलं बहुलं छन्दसि इति वदामः चेत् पूर्णतया अनुवृत्तिसहितं वदामः चेदेव कार्यं स्पष्टं भवति खलु तत्र? तर्हि कुत्रचित् अन्यत्र अहं पठामि, अत्र अष्टाध्याय डाट् काम् मध्ये द्वितीय अध्यायस्य यत्र बहुलं छन्दसि तत्र तु छन्दसि विषये शपः शपो बहुलं युग् भवति इति किमपि अन्यत् कार्यमस्ति. तर्हि भिन्नभिन्न, आमां भिन्नभिन्न. अस्तु, तर्हि अत्र घृ घृ इति भवति किल श्लौ अनेन. तर्हि प्रथममेव वयं बहुलं छन्दसि प्रयुज्य, यतोहि परसूत्रमस्ति तत्र घिघृ इति भवति. तदनन्तरं कुहोश्चुः अनेन तत्र एवं वक्तुं शक्नुमः किल? भगिनि, घृघृ इति प्रथमं सोपानं तु पुरत्र तदनन्तरं सोपानं तु मृदुव्यञ्जनं जुग्रु इति भवति खलु, अनन्तरं न. परन्तु सूत्रसङ्ख्यां दृष्ट्वा बहुलं छन्दसि परसूत्रमस्ति, अतः प्रथमं वयं इत्वं प्राप्य गिघृ इति कुर्मः चेत् तदनन्तरं कुहोश्चुः अनेन तत्र घकारस्य स्थाने झकारः आयाति, तर्हि जिग्र इति भवति. तदनन्तरम् अभ्यासे चर्च् प्रयुज्य जिग्र इति रूपम् आयाति. साक्षात् बहुलं छन्दसि प्रथमं स्थापयामः, उरत् तस्य अहलादिशेषः तत् न प्रयुज्यामः इति. पुनरेकवारं सोपानानि वदतु भगिनि. हा हा, घृ घृ इति श्लौ परे घृ घृ इति प्रथमं द्वित्वं भवति, अतः साधारणकार्यमस्ति उरत् हलादिशेषः इति, कुहोश्चुः सर्वे आयाति. परन्तु अत्र बहुलं छन्दसि परसूत्रमस्ति, अतः प्रथमं बहुलं छन्दसि आम् आम् उरत् प्रभाद्य बहुलं अतः बहुलं तं प्रभाद्य अत्र बहुलं छन्दसि अनेन इत्वं प्राप्य घिघृ इति. इदानीं घकारः जकारः कुतः आगतः? न, घृघृ अस्ति किल, तत्र घिघृ घिघृ आमां तदेव आमां. तदनन्तरं कुहोश्चुः अनेन ककारस्य स्थाने चकारादेशः भवति, अतः घि इदानीं झि इति भवति, महाप्राणः जिग्र. तदनन्तरम् अभ्यासे चर्चा, अतः न अल्पप्राणः भूत्वा जिघृ इति समानतया अत्र हृ हृ अपि समानतया हृ हृ बहुलं छन्दसि अनेन हिहृ हिहृ कुहोश्चुः कारणेन हकारस्य स्थाने झकारादेशः जिहृ अभ्यासे चर्च् कारणेन जिहृ इति ऋ इति स्थितौ ऋ इति श्लौ कारणेन तत्र द्वित्वं भूत्वा ऋ तु वेदे अपि अस्ति लोके अपि अस्ति इति वार्ता अस्ति अधः प्रथमं ऋ आयाति तदनन्तरं ऋकारस्य स्थाने प्रथम अभ्यासस्य स्थाने इकारः आयाति परन्तु तदपि पठनीयं किल भगिनि तर्हि तत्र साक्षात् आयाति खलु तत्र आदेशः आयाति तर्हि तत् सूत्रं पठित्वा एव वक्तुं शक्नोति परन्तु अत्र ईगुरु वेदे अपि भवितुं भवति खलु किल प्रथमं रुरु अनन्तरं ऋकारस्य स्थाने इकारः ईरु यः ई आगच्छति तत्तु उरण्ड्रपरः इत्यनेन इर् भवति परन्तु अत्र न न ईरु इदानीम् ईरु इति अत्र ईरु इति बहुलं छन्दसि इत्यनेन ईरु इति अभवत् खलु ईरु भवति अनन्तरम् अनन्तरम् अत्र भिन्नकार्यमासीत् खलु महोदय अभ्यासस्य वर्णे इति अस्ति तथा आगच्छति अस्तु अस्तु धन्यवादः ओ तर्हि अत्र प्रश्नः अस्ति ऋ इति भूत्वा अतिर् पिपर्त्योश्च इत्यनेन इत्थं वा अथवा बहुलं छन्दसि इत्यनेन वेदे बहुलं छन्दसि इत्यनेन इत्थं भवति अनन्तरम् अर्ति पिपर्त्योश्च इत्यनेन यकारः आयाति न न अत्र तर्हि मुद्रणदोषः वा अत्र अस्ति मम इत्थम् इति अस्ति अत्र इत्थमेव अस्ति किल परन्तु कार्यं समानं किल इत्थं कार्यं समानम् इत्थं तदेव तदेव ममपि तद् भिन्नसूत्रम् कुतः पठामि मम भगिनि तर्हि लोके ऋकारं ददातु लोके ऋ धातुः इदानीं वयं वेदे दृष्टवन्तः बहुलं छन्दसि इत्यनेन इकारादेशः भवति अनन्तरं कुहोश्चुः अभ्यासे चर्च इदानीं लोके ऋ तु लोके अपि प्रयुज्यते तत्र अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य इत्थं भवति तदा अभ्यासस्यासवर्णे इत्यनेन अभ्यासस्य इवर्णस्य इयङादेशः सोपानद्वयमस्ति अत्र प्रथमतया अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य इत्थम् अनन्तरम् अभ्यासस्य आसवर्णे इत्यनेन इवर्णस्य इयङादेशः इवर्णस्य स्थाने ऋ धातुः श्लौ इत्यनेन द्वित्वं ऋ अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य इत्थम् अतः इर् उरण् रपरः इत्यनेन अण् रपरः इर् हलादिः शेषः इत्यनेन हलः लोपः इर् पुनः रकारस्य लोपः अभ्यासस्य आसवर्णे इत्यनेन अभ्यासस्य इवर्णस्य इयङादेशः ई स्थाने इ आदि आयाति इ योगः ऋ ईर् तदेव अनन्तरं पठामि वा भगिनि अर्तिपिपर्त्योश्च ऋ धातोः पृ धातोः च अभ्यासस्य असवर्ण अन्त्यवर्णस्य ह्रस्व इकारादेशो भवति श्लौपरि अनेन सूत्रेण ऋ पृ धातोः अभ्यासस्य इत्थं भवति श्लौ अलौन्त्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः न तु अभ्यासस्य पूर्णस्य. अर्तिश्च पिपर्तिश्च तयोः इतरेतरद्वन्द्वः अर्तिपिपर्ति तयोः अर्तिपिपर्त्योः अर्तिपिपर्त्योः षष्ट्यन्तं च अव्ययपदं विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनिवृत्तिः मह्यामित् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः णिजां त्रयाणां गुणः श्लौ इत्यस्मात् श्लौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं सूत्रमस्ति. अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ. अत्र ऋ धातोः लोके अभ्यासस्य अन्तिमवर्णस्य ह्रस्वादेशः भवति श्लौ परे अस्ति चेत् इकारादेश इत्युक्ते इत्वं भवति. अत्र अलोन्त्यस्य इत्यनेन केवलम् अन्तस्य अभ्यासान्ते स्थितस्य वर्णस्य स्थाने एव इदादेशः न तु पूर्णस्य अभ्यासस्य. अर्तिः पिपर्तिः तयोः इतरेतरद्वन्द्वः अस्ति अर्तिपिपर्ति तस्य षष्ट्यन्तम् अर्तिपिपर्त्योः षष्ट्यन्तं च अव्ययपदम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इति अनुवृत्तिः भ्रियामित्तः इत् अपि च णिजां त्रयाणां गुणः श्लौ तः श्लौ इति तेषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ इति. भगिनी एकः प्रश्नः अत्र अत्र यथा पूर्वस्मिन् परिच्छेदे अत्र प्रथमम् अत्र श्लौ अनन्तरम् अर्तिपिपर्त्योश्च अनन्तरम् उरन्रपरः यथा इर् अस्ति अत्र हलादिः शेषः इत्यस्य कार्यं कथं भवति इति अहं न अवगच्छामि. किमर्थं चेत् अत्र आदिमहलः नयामः अन्याः हलाः ये सन्ति तान् त्यजामः तेषां लोपः भवति. अत्र प्रथमं तु अत्र इकारः अस्ति तत्तु स्वरः अस्ति अनन्तरं रेपः अस्ति एकः एव हल्वर्णः अस्ति खिल अत्र. सत्यम् अहमपि चिन्तितवती इदानीं रेपः तत् रेपः हलादिशेषः अस्तु न भगिनि उरण्परः अलादिशेषः कार्यमेव नास्ति इति मम चिन्तनम्. उरण्परः तु भवति किल किमर्थं चेत् ऋकारस्य स्थाने इकारः आगच्छति तत् सर्वदा रपरः भवति इति. इकारः यत् आयाति तत् रपरः अस्ति तर्हि अभ्यासस्य तत् रेपस्य अत्र किं रेपः इकारः रेपः ऋकारः इति अस्ति खलु तर्हि रेपस्य हलादिशेषः इत्यनेन लोपः भवति. आं तदेव आदिः नास्ति किल हल् आदिः नास्ति अत्र आदिम् अत्र अङ्गस्य अभ्यासस्य हलादिशेषः इति अस्ति अनुवृत्तिसहितसूत्रम् इत्युक्ते आदिम हल् वर्णः महोदय अत्र अष्टाध्यायी डाट् काम् मध्ये अस्ति यदि अभ्यासस्य प्रथमस्थाने अच्वर्णः अस्ति तर्हि अभ्यासस्य सर्वेषां हल् वर्णानां लोपः भवति इति अत्र दत्तम् अस्ति अष्टाध्यायी डाट् काम् मध्ये. सर्वे हल् वर्णः वा प्रथमवर्णः अच्वर्णः अस्ति चेत् तर्हि अभ्यासस्य सर्वेषां हल् वर्णानां लोपः भवति. धन्यवादः. तर्हि परन्तु उदाहरणं न दत्तम् पृष्टामः. किं सूत्रं कार्यं करोति महोदय? मणिमहोदयेन शृणुमः हलादिशेषः इति तस्मिन् विषये. अजादि अपि चेदपि अभ्यास रिकार्ड लोपं कृत्वा इति शान्तिप्रयोगति वा? अत्र सूत्रं किं सूत्रं अवगतं महोदय? भवतः ध्वनिः सम्यक् न श्रूयते. अन्यध्वनिः एव श्रूयते. भवतः भवान् किं वदति इति किं न अवगच्छामः. ईपत्ररूपेण प्रेषयति चेत् सर्वेषाम् अहं प्रेषयितुं शक्नोमि. प्रायः अत्र किञ्चित् इतोपि वक्तव्यम् आसीत् भगिनी अत्र हलादिशेषः इत्यस्य सूत्रस्य विषये प्रायः हल् आदिः इति अस्ति परन्तु आम् अधुना धन्यवादः सन्ति भगिनि. कस्य क्रमः अस्ति? कः पठति भगिनि? मम क्रमः एव अभ्यासस्य सवर्णे. भगिनि अहं तु अस्मि भगिनि. अस्तु भगिनि, एतत् प्रायः रामप्रिया भगिनी पठतु, अनन्तरं भगिनी पठतु. धन्यवादः. अभ्यासस्य अभ्यासस्य ईवर्णस्य उवर्णस्य च स्थाने क्रमशः इयं गुवं च आदेशो भवति. न सवर्णः असवर्णः, तस्मिन् असवर्णे अभ्यासस्य षष्ट्यन्तम्, असवर्णे सप्तम्यन्तं. द्विपदमिदं सूत्रम् अचिष्णुधातु गुवां योर् इयङ् वङ्गौ इत्यस्मात् अचि योः इयङ् वङ्गौ च इत्येषाम् अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य युवोः इयङ् वङ्गौ असवर्णे अचि. यदा अभ्यासस्य ईवर्णः वा उवर्णः वा अस्ति चेत् तस्य क्रमशः इयङ् उवङ् आदेशः भवति. यदा असवर्ण अचि परे अस्ति चेत्, परे इत्युक्ते अग्रिमवर्णः अस्ति चेत्, प्रत्ययस्य आदौ अच् वर्णः खलु. अस्तु, धन्यवादः. पुष्पभगिनी अग्रे. अस्तु भगिनि, दुहुं दुभ्रुं धातोः चतुर्षु लकारेषु रूपाणि हलादि पित्सु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. बिभ्रु योगः ति, बिभर् योगः ति, बिभर्ति. अजादि पित्सु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. बिभ्रु योगः आनि, बिभर् योगः आनि, अत् कुप्वाङ्ग अत् कुप्वाङ्ग इत्यनेन पूर्व इत्यनेन नत्वं विभराणि विभराणि. हलाद्यपित्सु मिति च इत्यनेन गुणनिषेधः, किमपि कार्यं नास्ति. बिभ्रुयोगः तः बिभ्रुतः. अजादि अपित्सु इको एनचि इत्यनेन यण् आदेशः. बिभ्रुयोगः अति, बिभ्रुयोगः अति, बिभ्रति. अस्तु अस्तु भगिनि, अग्रिमपि पठतु भगिनि. प्रयत्नं करोमि. इदानीम् अत्र आगच्छतु. सुब्रह्मण्यं, इदानीम् अत्र अग्रे लङ्गि विषये अस्ति. सप्रत्ययस्य लोपः, सप्रत्ययस्य अपि लोपः अत्र. अभिभ्रुयोगः तप्रत्ययः, प्रथमपुरुष एकवचने लङि, सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यम्. अत्र ऋकारस्य स्थाने अकारः, अनन्तरम् अकारः रपरः भवति उरन्रपरः इत्यनेन. अभिभर् योगः त, इदानीम् अत्र त इत्यस्य लोपः भवति. अन्यसूत्रमस्ति अत्र, हल्न्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन अत्र लङ्लकारे प्रथमपुरुषे अपृक्तसञ्ज्ञकस्य सप्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे सप्रत्ययस्य अपि लोपः भवति इति. अत्र एकालप्रुक्तम् इति संज्ञासूत्रमस्ति. हल्न्याभ्यो दीर्घात् सुतिश्च प्रुक्तं हल् इत्यनेन अत्र तकारस्य लोपः भवति, अतः अत्र अभिभर् इति भवति अवशिष्यते. अनन्तरम् अत्र रेपः अवसान वर्णः, अतः अत्र खरवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः, अतः अभिभः इति रूपं निष्पन्नं भवति. तथैव अत्र मध्यमपुरुष एकवचने लङि, अभिभ्रुयोगः स, गुणकार्यं भूत्वा उरन्रपरः इत्यनेन अपि अत्र अभिभर्योगः स. अत्र पुनः हल्न्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इत्यनेन सप्रत्ययस्य लोपः भवति, अभिभर् इति रूपम्. अनन्तरं रेपस्य स्थाने विसर्गः आदेशः, करवसानयोर्विसर्जनीयः इत्यनेन. अग्रे पठामि. इदानीम् अत्र सूत्रमस्ति हल्न्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इति. हलन्तात् दीर्घन्यान्तात् दीर्घाबन्तात् च सु ति सि इत्येषाम् अपृक्तसञ्ज्ञकस्य हलः लोपः. हल् च नीप् च आप् च तेषाम् इतरेतरद्वन्द्वः हल्न्याभः, तेभ्यः हल्न्याभ्यः. सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतिसि, सुतिसिनः अपृक्तं सुतिस्य प्रोक्तं. हल्न्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्य प्रोक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं. लोपोर्व्योर्वलि इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रं दीर्घात् हल्न्याभ्यो सुतिसि अपृक्तं हल् लुप्यते. अत्र संक्षिप्तरूपेण अत्र अपृक्त हल् लोपः भवति इति. इदानीमत्र हलन्तात् अभिभर् इति अत्र हलन्तमस्ति, अतः हलन्तात् सूतीसि इत्येषाम् अपृक्तसञ्ज्ञकस्य हलः लोपः भवति इति. इत्युक्ते अत्र अभिभर् इत्यस्मात् अत्र रेपः हलन् अङ्गं यद् इदानीमस्ति तत्तु हलन्तमस्ति. तदनन्तरम् अत्र सप्रत्ययः अस्ति, तत्तु अपृक्तसञ्ज्ञकप्रत्ययः, अतः तस्य लोपः भवति इति संक्षिप्तरूपेण तस्य अर्थः. भगिनि पूर्णतया तु अत्र दीर्घन्यन्तात् दीर्घावन्तात् प्रायः अहं सम्यक्तया न ममापि तत्रैव प्रश्नः. एकप्रश्नः भगिनि, सु इति अस्ति खलु तत्र सु इति रामः इति अस्ति खलु तत्र पितुः अस्ति सुबन्तपदानां कृते सुबन्तपदानां कृते रामः जायाति खलु समानकार्यम् अस्ति तथा एव सीति टी सि इत्येषाम् अपृक्तसंज्ञकः यत्र इकारस्य लोपः भवति चेत् चकारः एव तिष्ठति तथा एव यत्र लङ् लकारे इकारस्य निश्चयतेन इकारस्य लोपं भूत्वा निपीच खलु सूत्रमस्ति इकारस्य लोपं भूत् तकारः एव तिष्ठति सकारः अपि अपृक्तसंज्ञकसकारः तिष्ठति तस्य लोपः भवति यत्र लोपः भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणं फलिनलक्षणमपि तिष्ठति लू नास्ति अतः लक्षणं तिष्ठति अतः च सी च तिङन्तं कृते तिङन्तानां कृते सु तु प्रातिपदिकानां कृते सुबन्तप्रत्ययानां कृते तत्र दीर्घं ज्ञातात् अपि च दीर्घावन्तात् इत्युक्ते दीर्घ इकारः दीर्घ आकारः स्त्रीलिङ्गान्तं कृते यथा नदी माला अस्ति तत्र माला एव तिष्ठति नदी एव तिष्ठति न तु तत्र सकारः लोपः भवति अपृक्तसंज्ञकस्य कारणेन परन्तु सकारः अपृक्तसंज्ञकः न अत्र सु अस्ति खलु भगिनि उकारस्य लोपः भवति उकारस्य लोपः भवति किल भूत्वा सकारः सकारः रामः इत्यस्य स्थाने अकारः अस्ति चेत् रामयोगः सक्ता इति तिष्ठति अनन्तरं करवसाने उर्विसर्जनीयः ससजुषोरुः करव इत्यनेन रामः इति भवति इकारान्तानाम् आकारान्तानां तथा स्त्रीलिङ्गानां कृते द्वयोरपि अत्र दीर्घन्यन्तात् इत्युक्ते दीर्घ ईकारान्त हा तत्र नीप् नीष् नीन् इति प्रत्ययाः अपि च टाप् चाप् अन्यत् किमपि अस्ति सरलता विरलता इति वदामः तत्र टाप् प्रत्ययाः सन्ति तर्हि तादृश आकारान्तानाम् ईकारान्तानां कृते दीर्घ ईकारान्तात् अपि च आकारान्तात् धन्यवादः भगिनि धन्यवादः भगिनि बहु धन्यवादः धन्यवादः अग्रे जुषि गुणः इति अस्ति अभिभ्रूयोगः जि इति स्थितौ सिजभ्यस्तविधिभ्यश्च इत्यनेन झि प्रत्ययस्य स्थाने जुस् आदेशः भवति अतः उहु इति आयाति लोपः अनुबन्धलोपानन्तरम् अभिभ्रुयोगः उहु इति उ तु इदानीम् अजादिप्रत्ययः अस्ति अतः जुसि च इति सूत्रं कार्यं करोति अनेन अत्र इगन्ताङ्गस्य गुणः भवति तर्हि ऋकारस्य अकारः भूत्वा उरण्ड्रपरः अनेन रेफस्य रपरः भूत्वा अभिबर् योगः उः इति तर्हि अभिबरुः इति रूपम् आयाति जुषि च सूत्रं वदति अजादौ जुषि परे इगान्तङ्गस्य गुणः भवति अनुवृत्तिसहितसूत्रम् अस्ति इकः अङ्गस्य गुणः अचि जुषि च पूर्वमपि पठितवन्तः खलु भगिनि अत्र बृ इति धातोः कार्यं कृतमस्ति महामन्ये परस्मैपदीरूपमेव दृष्टमस्ति अस्माभिः दृष्टं सः तर्हि अद्य प्रायः वयं चुरु इति स्वीकृत्य कुर्मः अहं दृष्टवती अहं मन्ये पुष्पादीक्षितमहोदयायाः पुस्तकेषु सर्वेषु पुस्तकेषु दोषः अस्ति अत्र सत्र इति रूपं दत्तम् अस्ति किन्तु अहम् अष्टाध्यायी डाट् काम् मध्ये दृष्टवती तत्र तु तिस्रु इति एव अस्ति बहुलं चन्द्रसि इत्यनेन इकारः आदेशः भवति तर्हि प्रायः वदतु एकवारं वर्गस्य आदौ अहम् उक्तवती खलु पुष्पदीक्षितमहोदयाः पुस्तकेषु सर्वेषु पुस्तकेषु सत्रु इति उक्तमस्ति धातोः यद्यपि छान्दसः धातु छान्दसः अस्ति तथापि सत्रु इति उक्तमस्ति बहुलं चन्द्रसि इत्यनेन इत्वं न अभवत् ऊरन्द्रपरः इति प्रयुज्यते तथा ससुरु इति अस्ति किन्तु अष्टाध्यायी डाट् काम् मध्ये सुसृ इति सम्यक् रूपं दत्तमस्ति. धातुरूपाणि दृष्टवती वा? आम् भगिनि. आम् आम् अस्तु. तर्हि सुसृरूपं स्वीकृत्य कुर्मः. आं भगिनि. तर्हि वदति वा शान्ति भगिनि? आम्, सिसृ इति ऋकारान्तधातुः, लट्लकारे सिसृयोगः प्रथमपुरुषे एकवचने, सिसृयोगः ति, हलादिपित् अस्ति अत्र, अतः सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः. सिसृ सिसृ इति सिसृ भवति, सिसर् भवति, अर् आय अर् आदेशः, सिसर् योगः इति प्रथमं रेपः इत्येव आयाति, अनन्तरम् उरन्रपरः इत्यनेन क्षम्यता, प्रथमम् आ एव आयाति, अनन्तरं रेपः. आम्, सिसर्ति इति रूपं निष्पन्नं सर्वधातुक अर्थधातुकयोः इत्यनेन गुणः, अनन्तरं सिसर् इति रूपं सिसर्ति इति योजनेन द्विवचने सिसृयोगः तः, अत्र अजादि अपित् क्षम्यतां हलादि अपित् अस्ति, केवलं वर्णमेलनं, सिसृतः बहुवचने अजादि अपित् अस्ति, सिसृयोगः अति, अत्र यण्सन्धेः प्रसक्तिः इकोयणचि इति सूत्रेण, अत्र सिसृयोगः अति, सिस्रति इति रूपम्. केन सूत्रेण तत्र ऋकारस्य स्थाने अकारः आयाति गुणवर्णः इति? कुत्र? बहुवचने वा? अत्र सिसृ इति अङ्गम् अस्ति, किन्तु गुणं भूत्वा सिसर् इति भवति खलु, अकारः आयाति सिस इति भवति, अनन्तरम् उरुण्ड्रपहरः इत्यनेन रेपः अपि आयाति, सिसर् इति भवति. तर्हि ऋकारस्य स्थाने किमर्थं वयं गुणवर्णः अकारः प्रयोगं कुर्मः इति? गुणवर्णे किमर्थम् अकारः? किमर्थम् इत्युक्ते अदेङ्गुणः इत्यनेन अकारः एकारः अकारः एते त्रयवर्णाः एव गुणवर्णाः सन्ति. तर्हि यत्र गुणं भवति चेत् अकारः एव तुल्यवर्णः अस्ति, तुल्यस्य सवर्णम् अस्ति, तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन सवर्णः आयाति, तर्हि अकारः आयाति, अनन्तरम् अकारस्य उरण्डपरः इत्यनेन अर्ति. आम् अस्तु, धन्यवादः. मध्यमपुरुषे सीतः अथ सिसृ इति अङ्गं, सिसृयोगः सि, हलादि अस्ति, पित् अस्ति, सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः, ऋस्थाने अर् आगच्छति, सिसृ सिसृयोग क्षम्यता सिस्रसि इति भवति, षत्वम् आदेशप्रत्ययोः इति सूत्रेण सिस्रषि सिसर्षि तः थ सिसृयोगः तः सिसृतः सिसृत द्वयमपि हलादि अस्ति अपित् अस्ति वर्णमेलनमेव. अहं तु उत्तमपुरुष. उत्तमपुरुष एकवचने मी अस्ति, फलादि स्थित् अस्ति, अत्र गुणकार्यं करोति, कार्यं सिसर् सिसर् योगः मी एकनिमिषति सिसर्ति सिसर्मि सुकर्मि वहमः हलादि अपित् अस्ति अत्र वर्णमेलनम् अस्ति शिश्रुवः शिश्रुमः. धन्यवादः भगिनि. इदानीं लोट्लकार प्रथमपुरुषरूपाणि सिद्धतिङ् प्रत्ययाः अत्र तु तात् ताम् अतु शिश्रुयोगः तु हलादिपित् अस्ति सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम् अपि च उरण्परः अतः सिसर्तु इति रूपं भवति. विकल्पेन अत्र तात् अस्ति अत्र तातङ्गस्ति अतः क्नति च इत्यनेन गुणनिषेधः अतः वर्णमेलनमेव केवलं शिश्रुतात् इति रूपम्. अनन्तरं ताम् अपित् अस्ति अपित्वात् नित्वत् भूत्वा गुणनिषेधः क्निति च इत्यनेन शिश्रुतां भवति. शिश्रुयोगः इदानीम् अत्र शिश्रुयोगः अतु अस्ति अत्र शिश्रुयोगः अतु अतु अजादि अपित् अस्ति इदानीमत्र अजादि अपित् अतः अत्र एकनिमिषः किञ्चित् अत्र अजादि अपित् अस्ति अतः क्षम्यताम् अत्र इको धन्यवादः सामान्यसूत्रं चिष्णु धातुभ्रुवाम् इत्यस्य कार्यं न भवति किमर्थं चेत् अत्र इकारः नास्ति उकारः नास्ति खलु भगिनि चिष्णु धातुभ्रुवां योर्योङ् वङ्गौ अत्र इकारः नास्ति उकारः नास्ति अपि च अनन्तरम् अत्र हुष्णुवोः इत्यस्य प्रसक्तिः एव नास्ति अत्र अतः केवलं सामान्य सूत्रम् इको एणचि अतः इकस्थाने यन् आदेशः अतः ऋकारस्य स्थाने रेपः अतः अत्र सिस्रतु इति रूपं भवति आहत्य सिसर्तु सिसृतात् सिसृतां सिसर्तु क्षम्यतां भगिनि सिसृतु सिसृतु किमर्थं चेत् ऋकारस्य स्थाने रेपः अतः सिसृतु इति रूपं भवति तदेव पूर्वम् उक्तवान् खलु अहम् आदौ आं भगिनि धन्यवादः अग्रे मध्यमपुरुषे हि तात् तं त इति प्रत्ययाः सर्वे हलादि अपितः अत्र सर्वत्र गुणनिषेधः भवति नीति च सूत्रेण तातङ् विषये एव साक्षात् ङित् अस्ति इति साक्षात् ङिति च अन्यत्र सर्वे सार्वधातुकम् अपि कारणेन ङिति च अनेन तत्र गुणनिषेधः भूत्वा केवलं मेलनमेव भवति अतः अपित्वम् आरोपितम् आं भगिनि सेर्हपि च अतः सर्वत्र केवलं संयोजनमेव अतः सिसृयोगः हि सिसृः सिसृतात् सिसृतं सिसृत इति रूपाणि. धन्यवादः महोदय मया गन्तव्यं महोदय अस्तु भगिनि धन्यवादः. अहं वा भगिनि शिश्रयोगः आनि अत्र शिश्रयोगः आनि अत्र इकोयणचि इत्यस्य प्रसक्तिः खलु भगिनि अत्र आदौ आनि इति कीदृशप्रत्ययः ओ क्षम्यताम् अत्र आदौ तानि इति सार्वधातुकप्रत्ययः अस्ति अजादिपित्तस्ति केन सूत्रेण पित्वम् आरोपितं भवति ओ पित्वम् आडुत्तमश्च पिच्छति इत्यनेन अजादिपित्तस्ति अतः शिश्रुयोगः अति शिश्रति इति रूपं क्षम्यतां शिश्रुयोगः आनि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्रसक्तिः भवति शिश्र अकारः रकारः आगच्छति शिश्र युगः आनि क्षम्यतां सिसर् अकारः रकारः सिसर्योगः आनि सिसर्योगः आनि सिसराणि इति योजनेन केवलं वर्णमेलनेन सिसराणि अनन्तरं भवति क्षम्यताम् अट्कुपाङ्गुं व्यवायेपि इति सूत्रेण नत्वं सिसराणि तथा एव सिसराव सिसराम इति लङ्लकारे लुङ् लङ् लङ्षु ष्वडु दातः इति सूत्रेण प्रथमम् आडागमः भवति सिसृ असिसृ इति अङ्गं भवति तु तकारः तु हलादिपित् अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणं भवति अनन्तरं हलङ्ग्यो अभ्यो दीर्घात् सुतिस्य पृष्ठं हल् इति सूत्रेण तकारस्य लोपः भवति असिसर् इति अस्ति करवसानियो विसर्जनीयः विसर्गादेशः असिसः रूपं समीचीनम् असिसः तां तु अपित् अस्ति असिसृताम् अनन्तरम् उहु इति अस्ति किल उहु अस्ति तत्र तु जुसि च इति सूत्रेण गुणः भवति इगन्ताङ्गस्य असिसरुः असिसः असिसृताम् असिसरुः पुष्पभगिनी अस्ति वा अत्र सकारः तु हलादि पित् अस्ति अत्र हल् पूर्वं प्रथमं किं कार्यं भवति असिसृयोगः सार्वधातुक अर्धधातुकयोः कार्यं करोति हलादि पित् इत्यनेन गुणः अस्ति सिसृ सकारः असिसर् योगः सकारः अत्र हल्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इति सूत्रेण सकारस्य लोपः भवति तत्तु असिसर् असिसर् तिष्ठति करवसायन्त्यो विसर्जनीयः इत्यनेन विसर्ग आदेशः भवति असिसः अस्ति सः तं तु हलादि अपि अस्ति, किमपि कार्यं नास्ति. असिश्रुयोगः तम् असिश्रुतम् असिश्रुत असिश्रुः न न किम् किं वदति असिसः असिश्रुतम् असिश्रुत. इदानीं लङ्लकारस्य उत्तमपुरुषरूपाणि सिद्धतिं प्रत्ययाः अम् वा मा असिसृयोगः अम् अम् अजादि अपित् अजादिपित् अस्ति, अतः प्रथमं गुणकार्यम् उरण्परः, अतः असिसर् योगः अम् असिसरम् इति रूपं भवति. वा मा द्वयोः अपि अत्र हलादि अपित् अतः केवलं वर्णमेलनमेव. असिसृव असिसृम आहत्य असिसरम् असिसृव असिसृम. शान्ति भगिनी विधिलिङ्ग् वदति वा? आं भगिनि, विधिलिङ्ग्लकारे सर्वे हलादि अपित् प्रत्ययाः, अतः केवलं वर्णमेलनमेव. असिसृयोगः यात् असिसृयात् तथा एव असिसृयाताम् असिसृयुः असिसृयाः असिसृयातम् असिसृयात असिसृयाताम् असिसृयाम् असिसृयाव असिसृयाम. नास्ति क्षम्यतां, किमपि वक्तुक्तवती, क्षम्यता. तत्तु लङ्लकारस्य प्रभावः अस्ति, मम गन्तव्यमिति मम त्वरा अस्ति, मम मनसि गन्तव्यम् इति किमपि उक्तवती, क्षम्यता. सर्वदा दोषः भवति खलु. आम्, लङ्लकारस्य अनन्तरं विधिलिङ्ग् आगच्छति चेदेव अकारः सर्वदा तिष्ठति एव. भगिनी, एकः प्रश्नः, अग्रिमवर्गे यदि किञ्चित् अत्र ऋकारस्य स्थाने अकारः कथं भवति, तुल्यास्य प्रयत्नं सवर्णम् इत्यस्मात् एकवारं वदति चेत् समीचीनम्. अहम् अधुनैव वदामि महोदय. अत्र किम् इत्युक्ते अत्र गुणः इति भवति इति सार्वधातुकादात् इत्युः इति गुणः आदेशः गुणवर्णः आदेशः भवति खलु सार्वधातुकादात् इत्युः इति सूत्रेण. तर्हि गुणवर्णः इत्युक्ते कः वर्णः इति प्रश्नः उदेति खलु. तर्हि ऋकारस्य स्थाने गुणवर्णः, तर्हि ऋकारः स्थाने अस्ति सत्यं. तर्हि गुणवर्णः तु अदेगुणः इति सूत्रमस्ति. तर्हि अकारस्व अकारः एकारः ऐकारः त्रयवर्णः अकारः अस्ति, अत् इति अकारः, अनन्तरम् एङ् इति प्रत्याहारः, एङ् इति प्रत्याहारः एकारः ऐकारः इति वर्णद्वयम् अस्ति. तर्हि त्रिषु कः वर्णः आयाति इति प्रश्नः आयाति. तस्मिन् समये तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन सवर्णस्य आदेशः भवति खलु सर्वदा यदा आदेशः भवति. तर्हि सवर्णः तु एकारः ऐकारः तु सवर्णः कदापि न भवति. अहं चिन्तयामि ऋकारः इति कण्ठे किमपि अस्ति इति मन्ये, तर्हि तस्य स्थाने अकारः आयाति. तत्र सवर्णस्य मूर्धा इति मन्ये महोदय, तथा किमपि अस्ति. अत्र सन्धिपुस्तके महेश महाबलेश्वरभट्टस्य सन्धिपुस्तके तु ऋकारः तु मूर्धा एव दत्तमस्ति. सिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी तत्र तु कोष्टके मूर्धा एव ऋतुरषाणां मूर्धा. पूर्वं महोदय अपि एतस्य विषयकरपत्रे अस्ति, पूर्वमस्ति कुत्र इति अहमपि स्मरामि. एकवारं महोदयः उक्तवान् परन्तु सम्यक्तया न अवगतवान् तस्मिन् समये. किञ्चित् दीर्घपत्रम् अस्ति, कुत्र अस्ति इति आगामिवर्गे वदतु भगिनि. यदा प्राप्नोति चेत् ईमेल् ईमेल् प्राप्नोमि चेत् ईमेल् प्रेषयामि महोदय. एकनिमिषं तिष्ठति चेत् अधुना अत्र स्वरसन्धि कुत्र सहितदृष्टि तत्र अस्ति वा? स्वरसन्धि अत्र किञ्चिदेव दत्तमस्ति भगिनि, तत्तु वयम् अत्र गीताप्रवेशस्य वर्गे पठितवन्तः. अत्र भगिनि अष्टाध्यायी डाट् काम् मध्ये अपि बहु सविस्तरेण अस्ति, पश्यामः अनन्तरं. बहु अत्र किन्तु तत् कोष्टकं तत् आम् अत्र अस्ति. अत्र अहं स्मरामि भगिनि एकनिमिषम्. अत्र एकारः कण्ठखालु अस्ति, कण्ठोष्टम् अस्ति, ऋकारः यत्र अस्ति मूर्धा अस्ति. तर्हि तालु न मूर्धा यत् अस्ति तालु न भवितुमर्हति, ओष्टमपि न भवितुं. तर्हि कण्ठ्यवर्णः आकारस्य स्वीकरणं भवति इति त्रिषु यत् सामान्यं साम्यं यत् यस्य अधिकम् अस्ति इति पश्यामः चेत् कण्ठ्य साधु अस्ति. किमर्थम् इत्युक्ते तालव्यस्तु कदापि तालव्य ओष्ठ्य कदापि न भवति, तर्हि कण्ठे इति स्वीकुर्मः. तत्तु सम्यक् चिन्तनमस्ति. अस्तु भगिनि, अत्र करपत्रं प्राप्नोति चेत् एकवारं अहं प्रेषयामि. धन्यवादः, धन्यवादः, धन्यवादः भगिनि, सर्वेभ्यः धन्यवादः, धन्यवादः, शुभरात्रिः.